तयोः अन्यतरां मनसा संस्करोति ब्रह्मा वाचा होताद्वर्युः उद्गातान्यतरागुंस यत्रोपाकृतैः प्रातृणुवाकी पुरां परिधानीयाया ब्रह्मा व्यवदति अन्यतरामयवर्तनी गंसंस्करोति हीयते अन्यतरा स यथा एकपाद्व्रजन् रथो वा एकेन चक्रेण वर्तमानो रीष्यति एमस्य यज्ञो रीष्यति यज्ञं रिष्यन्तं यजमानो आनुरिष्यति स इष्ट्वा पापीयान् भवति तयोः वर्तन्योऽहम् अन्यतरां वर्तनीं मनस विवेकज्ञानवत संस्करोति ब्रह्मा ऋत्विक् वाच वर्तन्य होत अध्वर्युः उद्गात इति एते त्रयोपि ऋत्विजः अन्यतरां वाग्लक्षणां वर्तनीं वाचा एव संस्कुर्वन्ति तत्रयं सति वाङ्मनसि वर्तने संस्कार्य यज्ञे अथ स ब्रह्म यत्र यस्मिन् काले उपाकृते प्रारब्धे प्रातृणुवाकि शस्त्रे पुरा पूर्वं परिधानीयायाः रुचः ब्रह्म एतस्मिन् अन्तरे काले व्यवदति मौनं परित्यजति यदि तदा अन्यतरामेव वाग्वर्तनीं संस्करोति ब्रह्मणा संस्क्रियमाणा मनोवर्तने हीयते विनश्यति छिद्रीभवते अन्यतर स यज्ञः वाग्वर्तन्यैव अन्यतरया वर्तितुम् अशक्नुवन् दृश्यते कथमेव इति आह स यथा एकपात्पुरुषः व्रजं गच्छन् अध्वानं ऋष्यति रथो वा एकेन चक्रेण वर्तमानो गच्छन् ऋष्यति एमस्य यजमानस्य कुब्रह्मणा यज्ञो ऋष्यति विनश्यति यज्ञं ऋष्यन्तं यजमानो अनुरिष्यति यज्ञप्राणो हि यजमानः अतो युक्तो यज्ञरेशे रेशः तस्य सः तं यज्ञम् इष्ट्वा तादृशं पापीयान् पापतरो भवति अत यत्र उपाकृते प्रातृणुवाक्येन पुरा परिधानीयायाः ब्रह्म व्यवदति उभे एव वर्तनी संस्कुर्वन्ति न हीयते अन्यतरं स यथा उभे वा व्रजं रथो वा वाभ्यां चक्राभ्यां वर्तमानः प्रतिष्ठति एमस्य यज्ञ प्रतिष्ठति यज्ञं प्रतिष्ठन्तं यजमानान् प्रतिष्ठति स इष्ट्वा शय्यान् भवति अथ पुनः यत्र ब्रह्म विद्वान् मौनं परिगृह्य वाग्विसर्गम् अकुर्वन् वर्तते यावत् परिधानीयायाः न व्यवदति तथैव सर्वऋत्विजः उभे एव वर्तने संस्कुर्वन्ति न हीयते अन्यत्र किमिव इत्याह पूर्वोक्तविपरीतौ दृष्टान्तौ एमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः प्रतिष्ठति स्वेन आत्मना अविनश्यन् वर्तते इत्यर्थः यज्ञं प्रतिष्ठन्तं यजमानो अनुप्रतिष्ठति सः यजमानः इयं मौनविज्ञानवत् ब्रह्मोपेतं यज्ञम् इष्ट्वा श्रेयान् भवति श्रेष्ठो भवति इत्युक्तः इति षोडशखण्डभाष्यं सप्तदशखण्डः अत्र ब्रह्मणो मौनं विहितं तद्रेशे ब्रह्मत्वकर्मणि च अथ अन्यस्मिंश्च हौत्रादिकर्मदेशे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थं व्याहृतयो विधातव्य इत्याह प्रजापतिः लोकानभ्यतपतो तेषां तप्यमानानागं रसां प्रावृहतो अग्निं पृथिव्या वायुम् अन्तरिक्षादादित्यं दिवः प्रजापतिः लोकानभ्यतपत् लोकानुद्दिश्य तत्र सारजिगृक्ष्य ध्यानलक्षणं तपश्चचार तेषां तप्यमानानां लोकानां रसान् साररूपान् प्रावृहतो उद्धृतवान् जग्राह इत्यर्थः कान् अग्निं रसं पृथिव्या वायुम् अन्तरिक्षम् आदित्यं दिवः स एताः तिस्रो देवताभ्यतपदो तासां तप्यमानानागं रसान् प्रवृहतो अग्निः रुचो वायोः यजुगुंसि सामाने आदित्यात् पुनरपि इयम् अग्न्याद्याः स एताः तिस्रो देवताः उद्दिश्य अभ्यतपत् ततोपि सारं रसं त्रयी विद्यां जग्रह स एतां त्रयीं विद्याम् अभ्यतपतो तस्याः तप्यमानायाः रसान् प्रावृहतम् भूरिति ऋभ्यो भुवरिति यजुभ्यः स्वरिति सामभ्यहं तद्य दृक्तोरिष्येद्भूस्वाहेति गर्भत्यजुभ्यात् रुचामेव तद्रसेन रुचां वीर्येण रुचां यज्ञस्य वैष्टिकं सन्ददाति स एतां पुनः अभ्युतपतो त्रयीं विद्यां तस्याः तप्यमानायाः रसं भूरिति व्याहृतिं ऋग्भ्यो जिग्रह भुवरिति व्याहृतिं यजुभ्यः स्वरिति व्याहृतिं सामभ्य अतैव लोकदेव वेदरस महाव्याहृतय अतः तत्तत्र यज्ञे यदि रुक्तः ऋक्सम्बन्धात् ऋङ्निमित्तं ऋषि यज्ञ शतं प्राप्नुय भूस्वाहीति गर्भति जुहे स तत्र प्रायश्चिति कथं रुचामेव तदिति क्रियाविशेषणं रसेन रुचां वीर्येण ओजस रुचां यज्ञस्य ऋक्सम्बन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं शतरूपम् उत्पन्नं सन्दधाति प्रतिसन्दत्ते स यदि यजुष्टोरिष्येन् भुवस्वाही दक्षिणाग्नौ जुहुयाद् यजुषामेव तत्र सेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टकं सन्दधाति अथ यदि सां तोरिष्ये स्वस्वाहीति आहुनीय जुहुयात् साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टिकं सन्दधाति अथ यदि यजुष्टो यजुर्निमित्तं ऋष्येन् भुवस्वाहीति दक्षिणाग्नौ जुहुयात् तदा सामनिमित्ते ऋषे स्वस्वाहीति आहुनीय जुहुयात् तथा पूर्वतो यज्ञं सन्दधाति ब्रह्मनिमित्तेष्टु ऋषे त्रिषु अग्निषु तिसृभिः व्यावृतिभिः जुहुयात् त्रय्या हि विद्यायाः सरेश अथ केन ब्रह्मस्मृति अनया त्रय्या विद्यया इति श्रुते न्यायान्तरं वा मृग्यं ब्रह्मात्मनिमित्ते रेशे तद्यदा लवण्यं सुवर्णकं सन्ददाति सुवर्णेन रजतं रजतेन त्रपुत्रपुणासीतगंसीतेन लोहं लोहेन दारुदारुचर्मणम् एमेषां लोकानामासां देवतानाम् अस्याः त्रय्या विद्यायाः वीर्येण यज्ञस्य विरिष्टिकं सन्ददाति भेष कृतो हवा एष यज्ञं यत्र यं विद्ब्रह्मा भवति तद्यथा लवणेन सुवर्णं सन्दध्यात् क्षारेण टङ्कणादिना खरे मृदुत्वकरं हि तत् सुवर्णेन रजतम् अशक्यसन्धानं सन्दध्यात् रजतेन तथा त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारुं दारुचर्मण चर्मबन्धने एमेषां लोकानाम् आसां देवतानाम् अस्य त्रय्या विद्यायाः वीर्येण रसाख्येन ओजसा यज्ञस्य विदिष्टं सन्ददाति भेषजकृतो हवा एष यज्ञः रोगार्थैव पुमाश्चिकित्सकेन सुशिक्षितेन एष यज्ञो भवति कोसं यत्र यस्मिन् यज्ञे एवं वित् यथोक्तव्याहृतिहोमं प्रायश्चित्तवीन् ब्रह्म ऋत्विर्भवति स यज्ञः इत्युक्तः एष वायुदुप्रवणो यज्ञो यत्र एवं विद्ब्रह्म भवति एवं विदुं हवा एषा ब्रह्माणमनुघाता यतो यथा वर्तते तत्तद्गच्छति किञ्च एषः वा उदक्प्रवण उदङ्निम्नो दक्षिणोच्छ्रायो यज्ञो भवति उत्तरमार्गप्रतिपत्तिहेतुः इत्यर्थः यत्र एवं विद्ब्रह्म भवति एवंविधं हवै ब्रह्माणं ऋत्विजं प्रति एष अनुघातः ब्रह्मणः स्तुतिपर यतो यत आवर्तते कर्मप्रदेशात् ऋत्विजां यज्ञः क्षतीभवन् तत्तद्यज्ञस्य क्षतरूपं प्रतिसन्दधत्वं प्रायश्चित्तेन गच्छति परिपालयति इत्येतत् मानवो ब्रह्मैव ये कर्तृकुरून् अश्वाभिरक्षति एवं विद्ध वै ब्रह्म यज्ञं यजमानं सर्वांश्च ऋत्विजोभिरक्षति तस्मादेवं विधमेव ब्रह्माणं कुर्वीतानानेवं विधं नानेवं विधम् मानवो ब्रह्म मौनाचरणात् मननाद्वा ज्ञानवत्वात् ततो ब्रह्मैव एकः ऋत्वे कुरून् कर्तॄन् योद्धॄन् आरूढान् अश्वा बडवा यथा विरक्षति एवं वित्थ वै ब्रह्म यज्ञं यजमानं सर्वांश्च ऋत्विजो विरक्षति तत्कृतदोष अपनयनात् यतः एवं विशिष्टो ब्रह्म विद्वान् तस्मादेवं विधमेव यथोक्तव्याहृत्यादिविधं ब्रह्माणं कुर्वीत न अनयं विधं कदाचन इति द्विरभ्यासो अध्यायपरिसमाप्त्यर्थः इति सप्तदशखण्डभाष्यम् इति छान्दोग्योपनिषद्भाष्ये चतुर्थोऽध्यायः समाप्तः